हा नमस्कारः, अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति उपधायां गुणः सूत्रसहिता दृष्टिः इति। तत्र अन्तिमभागः अस्ति चुरादिगणे, यदा अत्र अस्माभिः दृष्टमासीत् पुगन्तलघुपदस्य च इति सूत्रं, यत्र पुगन्तम् अङ्गम् अस्ति तत्रापि उपधायाः इक् वर्णस्य गुणः भवति सार्वधातुकार्धधातुकप्रत्यये परे इति। तत्र उदाहरणानि अपि परिशीलितानि। अधुना अत्र चुरादिगणे अपि एतादृशकार्यं, चुरादिगणे कथं व्यवस्था कथम् अस्ति पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः तत्रापि भवति वा इति प्रश्नः। तर्हि चुरादिगणे वयं जानीमः, चुरादिगणे निच् प्रत्ययः विधीयते, नित्यं निच् प्रत्ययः विधीयते। प्रथमतया ये ये धातवः चुरादिगणे सन्ति तेभ्यः निच् प्रत्ययः विधीयते। निच् प्रत्ययस्य विधानानन्तरं नूतनधातुः, नूतनधातुसंज्ञा भवति, तदनन्तरं यथा अस्माभिः पूर्वं परिशीलितं द्वादिगणे ये धातवः सन्ति तेभ्यः धातुभ्यः यदा हि लट् लकारस्य विवक्षा अस्ति तत्र लटः स्थाने तिङ् प्रत्ययः विधीयते। तदनन्तरं तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति। एवमेव अत्रापि चुरादिगणे यदा एकवारं निच् प्रत्ययः विधीयते तदा नूतनधातुः निष्पद्यते। अधुना नूतनधातुतः तिङ् प्रत्ययस्य विवक्षायां, लट्लकारस्य विवक्षायां तिङ् प्रत्ययः विधीयते। तदनन्तरं तिङ् प्रत्ययं निमित्तीकृत्य कर्तरि शप् इति शप् प्रत्ययः विधीयते। तर्हि अस्माकम् उदाहरणरूपेण पश्यामः चेत् चुर् इति धातुः चुरादिगणीयधातुः अस्ति। चुर् धातुतः निच् प्रत्ययः विधीयते, तर्हि चुर् योगः णिच् इति अस्ति। तर्हि निच् प्रत्यये तत्र इत्संज्ञकवर्णानां लोपानन्तरम् इ इति अवशिष्यते, चुर्योगः इ। अधुना अत्र इ इति प्रत्ययः कीदृशप्रत्ययः? गीताञ्जलिभगिनी वदतु। इ इति आर्धधातुकप्रत्ययः अस्ति, णिच् प्रत्यय निष्पतय णिच् प्रत्ययस्य प्रतिनिधि। तदनन्तरं इ इति गुणकार्यं प्रेरयति। प्रथम पुगागमः आगच्छति न? पुगागमः आगच्छति किम्? पुगागम सूत्रं, पुगागम कुत्र भवति? पुगागमः केभ्यः धातुभ्यः भवति पुगागमः? चूर् धातोः पुगागमः आगच्छति पुगन्तलघुपदस्य च इति सूत्रेण। पुगागमः केन सूत्रेण भवति? पुगागमः पुगागमस्य विधानार्थं सूत्रं किम्? तत् सूत्रं किं वदति? तदेव तत्र पुगागमविधायकसूत्रं, तेन एव पुगागमः भवति। एकवारं पुगागमः भवति चेत् तदानीं वयं पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति वा इति पश्यामः। परन्तु अत्र चुर् धातुः पुगागमः भवति किं? तत्र अर्तिह्री व्ली री क्नुयि क्ष्मायि क्ष्मायातां पुन्नौ इति सूत्रं किं वदति? केवलं षट् धातूनां ते पुगागमः भवति, अत्र चूर् नास्ति। अपि च आकारान्तधातु दातवः अपि आकारान्त, किन्तु चूर् आकारान्त नास्ति एव, अतः पुगागमः भवति किम्? न, पुगागमः न भवति भगिनि। पुगागमः न भवति, अस्तु, पुगागमः नास्ति। तर्हि चुर् योगः निच् प्रत्ययः, अत्र अन्यत् किमपि भवति किम्? अत्र चूर् अन्यत् गुण भवति, किन्तु अत्र गुणकार्यम् इति तु लिखितं न भवति। गुणकार्यार्थं तत्र निमित्तं किं भवति? गुणकार्यं कदा भवति? सार्वधातुकार्धधातुकयोः इति प्रेरयति गुणकार्यं भवति. गुणकार्यं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं कदा भवति? इगन्त धातो इगन्त अस्ति चेत् उपधा लघु अपि च लघुपदम् इगन्त लघुपदस् लघु न न अत्र भिन्नभिन्नं भिन्नभिन्नमस्ति. अत्र नियमद्वयम् अस्ति. इगन्तम् अङ्गम् अस्ति चेत् गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन. तर्हि अत्र चुर् इति इगन्तम् अङ्गमस्ति वा? न. कीदृश अङ्गमस्ति? उपधायाम् अस्ति. उपधायां लघु इकवर्णः अस्ति खलु? उपधा अत्र उपधा लघु अस्ति. उपधा उपधायां कः वर्णः अस्ति? लघु उकारान्त अस्ति. लघु इकवर्णः अस्ति. अनन्तरं इच् प्रत्ययः निच् प्रत्ययः आर्धधातुकप्रत्ययः खलु. तर्हि केन सूत्रेण गुणः भवति? उगन्तलघुपदस्य च. तुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति किम्? न. किमर्थं नास्ति? किमर्थं नास्ति? पुगन्तलघुपदस्य च इति सूत्रं किं वदति? अनुवृत्तिसहितसूत्रं पठतु. पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः. इत्युक्ते इक अङ्गस्य अत्र अस्ति. व्याख्यानमपि पठतु. उपरि व्याख्यानमस्ति खलु. वाक्यद्वयं वाक्यम् एकवाक्यं. पुगन्त अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके चे के च प्रत्यये परे. अस्तु, अत्र आर्धधातुकप्रत्ययपरे इति निमित्तम् अस्ति. अपि च इकगुणः भवति इक् अस्ति अत्र. लघुपदस्य इक् अस्ति अत्र. पुगन्तस्य अङ्गस्य लघुपदस्य. अस्तु, अत्र सर्वाणि निमित्तानि सन्ति. तदनन्तरं अत्र अत्र गुणकार्यं भवति. गुणकार्यं भवति चेत् किं भवति? गुणकार्यं भवति चेत् अत्र उकार ओकार भवति. तदनन्तरं चूर् चोर भवति. चोर योगः इ. अत्र नूतनधातु निष्पन्नं भवति चोरि इति. तदनन्तरं यदि लट् रूपम् अस्ति चेत् लट् रूपम् इच्छति चेत् चोरि योगः यदि तिङ् अस्ति चेत् तदनन्तरं विकरणप्रत्यय शप् आगच्छति मध्ये. शप् इति षित् भवति चेत् सार्वधातुकप्रत्यय अस्ति. सार्वधातुकप्रत्यय अस्ति चेत् पुनः गुणकार्यं भवति सार्वधातुकार्धधातुकयोः सूत्रेण. तदनन्तरं चोरी इति चोरे भवति. चोरे इति योगः अ शप् प्रत्ययस्य प्रतिनिधिः अ भवति. चोरे योगः अ योगः ति इति निष्पन्नं भवति. चोरे ए योगः अ अत्र एचोयवायावः सूत्रेण ऐ आगच्छति. तदनन्तरं चोरय चोरयति योगति चोरयति इति वयं धातु भवति. सम्यक् सम्यक् चोरयति इति रूपम् अस्ति. बहु समीचीनं भगिनि. सम्यक् तर्हि अत्र भ्रमः एव मास्तु. प्रथमतया प्रत्ययः कीदृशः इति द्रष्टव्यं. प्रत्ययः सार्वधातुकः अस्ति वा अर्धधातुकः अस्ति वा इति द्रष्टव्यं. प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः अस्ति चेत् तर्हि तदानीं चिन्तनीयम् ओ गुणः भवति वा इदा अधुना गुणः भवति वा इति चिन्तनीयं. तर्हि तदर्थं द्रष्टव्यम् अङ्गं कीदृशम् अस्ति इति द्रष्टव्यम्. इगन्तम् अङ्गम् इत्युक्ते अङ्गस्य अन्ते इक् वर्णः, लघु इक् भवतु दीर्घ इक् भवतु, यः कोऽपि इक् वर्णः अस्ति चेत् गुणः भवति. सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति. तर्हि गुणकार्यं भवति तद् तत्र. परन्तु इगन्तम् अङ्गं नास्ति तर्हि तत्र द्रष्टव्यम् उपदा कीदृशः इति द्रष्टव्यम्. उपदायाम् इक् वर्णः अस्ति वा इति द्रष्टव्यम्. उपदायाम् इक् वर्णः अस्ति तदनन्तरं पुनः लघु इक् वर्णः अस्ति वा इति द्रष्टव्यं. ह्रस्व इक् वर्णः अस्ति वा इति द्रष्टव्यं. ह्रस्व इक् वर्णः अस्ति, प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः अस्ति चेत् पुनः गुणकार्यं भवति पुगन्तलघुपदस्य च इति सूत्रेण. पुगन्तम् अङ्गम् इति विषये अधिकचिन्ता नास्ति, यतोहि अस्माकं सर्वत्र कार्यम् उपदायां लघु इक् वर्णः अस्ति चेत् कार्यं भवति पुगन्तलघुपदस्य च इति. पुगन्तम् अङ्गम् इति विशिष्टकार्यम् अस्ति, तत् तस्मिन् विषये अधिकं न जानाति चेत् चिन्ता नास्ति. अग्रे गत्वा यदा हि निजन्त प्रेरणार्थे निच् प्रत्ययस्य विषये पठिष्यामः तस्मिन् सन्दर्भे पुनः एतत् सर्वम् आयास्यति. अतः अधुना अत्र किं मनसि किं स्थापनीयम् इति चेत् लघुपदस्य इकः गुणः भवति सार्वधातुक अर्धधातुक अर्धधातुकप्रत्यये परे इति मनसि स्थापयति चेत् पर्याप्तम् अधुना. अग्रे गत्वा कदाचित् निजन्तविषये इतोपि अधिकं पठिष्यामः पुगन्तम् अङ्गं सर्वम्. अधुना अवगच्छति चेत् सम्यक्, न अवगच्छति चेत् चिन्ता नास्ति, अग्रे पठिष्यामः. अस्तु, अत्र अन्तिमत्रीणि उदाहरणानि सन्ति चुरादिगणे निच् प्रत्यये परे. तर्हि अत्र चुरादिगणे नास्ति, प्रेरणार्थे निचि, प्रेरणार्थे निचि अन्तिमत्रीणि उदाहरणानि एकवारं पश्यामः. गृहपाठः आसीत् तस्मिन् विषये प्रक्रिया कथं भवति इति. तर्हि अत्र सुमन् भगिनी अत्र नी धातुतः वदतु निच् प्रत्ययः विधीयते चेत् किं भवति. नी धातु धातोः अन्ते ईकारः अस्ति इत्युक्ते इक् वर्णः अस्ति, तस्य वृद्धिः भवति नियोगनिच् तत् पुनः अचोनिति सूत्रेण ईकारस्य निच् वृद्धिः भवति भवति. एकक्षणम् एकक्षणं, नियोगः णिच् इति अस्ति, तर्हि तत्र क्रमेण वदतु नियोगः इत्संज्ञकवर्णानां लोपानन्तरं किम् अवशिष्यते. क्षम्यतां भगिनि, पुनः वदतु, सम्यक् न श्रूयते, ब्रेकिङ्ग् अप्. न, नियोगः णिच् इति अस्ति खलु, तत्र क्रमेण वदतु. अचोनिति सूत्रम् अस्ति तस्मात् पूर्वम् अत्र क्रमेण वदतु णिच् प्रत्ययस्य इत्संज्ञकवर्णानां लोपानन्तरं किम् अवशिष्यते. ओ अस्तु अस्तु, नियोग निच् तत्र चुटु सूत्रेण नकारः नकारस्य इत्संज्ञ तस्य लोपः च, हलन्त्यं च सूत्रेण चकारस्य लोपः इत्संज्ञा लोपः च इ एव अवशिष्यते. इदानीम् अचोनिति कार्यं करोति, नी नै भवति, वृद्धि भवति तस्य. एकक्षणम्, अत्र अत्र अत्र वदतु, अत्र नी इति धातुः कीदृशधातुः अस्ति, कीदृश अङ्गम् अस्ति. उक्तवती प्रायः प्रथमेव प्रथमम् एव उक्तवती, ईकारान्तधातु अस्ति इत्युक्ते इक् वर्णः अस्ति, इगन्तधातु अस्ति, अजन्तधातु अपि अस्ति. इदानीम् ईकार अन्ते अस्ति, अतः अचोनिति सूत्रेण अत ईकारस्य वृद्धिः भवति न तु गुणः. तर्हि अत्र नी इति इगन्तम् अङ्गम् अस्ति, अनन्तरं निच् प्रत्ययः प्रत्ययः अत्र कीदृशप्रत्ययः. अर्धधातुकप्रत्यय, अनन्तरं कित् नित् नास्ति किन्तु णित् अस्ति, अतः वृद्धिः. हा, अत्र णिच् प्रत्ययः इ इति अवशिष्यते, अर्धधातुकप्रत्ययः अस्ति, अत्रापि सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति अस्ति खलु? किन्तु अत्र गुण न भवति यतः प्रत्यय अणित् अस्ति, अतः अचो निति सूत्रं कार्यं करोति। हा, तर्हि अत्र यद्यपि सामान्यतया तत्र सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति चेत्, इगन्तमङ्गम् अस्ति चेत् सामान्यतया गुणकार्यमेव भवति सार्वधातुक अर्धधातुकयोः इति। परन्तु अत्र विशिष्टपरिस्थितिः अस्ति, अत्र णिच् प्रत्ययः विशिष्टप्रत्ययः अस्ति, तत्र णकारः णकारस्य इत्संज्ञा अस्ति, अतः अत्र विशिष्टसूत्रमस्ति अचोयणिति इति सूत्रं। तस्य विवरणम् अत्र अत्र न दत्तं, केवलं सूत्रं किं वदति इति चेत्, णिच् प्रत्यये परे अजन्त अङ्गम् इति चेत् वृद्धिः भवति। अत्र नी इति अजन्तम् अस्ति, तस्य अन्ते अश्वर्णः अस्ति इति कृत्वा वृद्धिः भवति। तर्हि वृद्धिः भवति चेत् किं भवति? वृद्धिः भवति चेत् ईकार ईकार ह्रस्व वा दीर्घ ईकार अस्ति चेत् इ भवति, ह्रस्व दीर्घ उकार अस्ति चेत् औ भवति, ऋकार अस्ति चेत् आर् भवति। अत्र किं भवति? अत्र नी अस्ति अतः नै भवति। अस्तु, नै भवति। तदनन्तरं नै भवति, तदनन्तरं नै योगः इ अस्ति, इदानीं एच आयव कार्यं करोति, यान्तवान्तदेश आदेशसन्धि कृत्वा नै नायि भवति, नायि योग इ नायि भवति, नूतनधातु नायि अस्ति। अग्रे नायि, इदानीं शप् आगच्छति, नायि अप् योगः इ, इदानीं शप् प्रत्यय अपि शित् अस्ति, पित् अस्ति, अतः अ एव अवशिष्यते, नायि योग अ योग ति। तत्र यन्सन्धि भवति, इ इकार प्रथमशब्दस्य अन्ते इकार अस्ति, अनन्तरम् अकार अस्ति, इकार यकार भवति, नाय भवति, नायि योगः शप् योगः ति। तत्र यण्सन्धेः प्रसक्तिः अस्ति, परन्तु कीदृश अङ्गम् अस्ति? ओ क्षम्यतां, सार्वधातुक अर्धधातुक अस्ति, अतः नायि नाये भवति, गुणः भवति, सार्वधातुक अर्धधातुक योः सूत्रेण। अत्र तु शप् अस्ति, षित् अस्ति, पित् अपि अस्ति, अतः गुणकार्यं न बाधितम्, अतः नाये भवति। अग्रे नाये भवति, अनन्तरम् एचोयवायाव सूत्रेण नाये योगः अ नायै योगः अ नाययति भवति। अस्तु, समीचीनं भगिनि, अस्तु, धन्यवादः। अत्र एका भगिनी उक्तवती, अत्र ये न वदन्ति कृपया म्यूट् मध्ये भवन्तु, बहु ध्वनिः अस्ति, नो चेत् अहमेव स्थापयामि। अस्तु, मम ध्वनिः श्रूयते खलु? आं भगिनि, अस्तु अस्तु, श्रूयामः, अस्तु अस्तु अस्तु। तर्हि अत्र अत्र नायि इति नूतनधातुः अस्ति, नायि इति नूतनधातुः अस्ति, तर्हि अत्र नायियोगः अ शप् प्रत्ययः अ इति अवशिष्यते, नायियोगः अयोगः इति, तत्र अ इति अस्ति, अच्वर्णः अस्ति इति कृत्वा तत्र सन्धिकार्यं भवति इति चिन्तयितुं शक्नुमः, चिन्तनं सम्यक् अस्ति, तत्र यण्सन्धिः भवति स्म, परन्तु तस्मात् पूर्वम् अत्र अङ्गकार्यं भवति। अङ्गकार्यं किं? गुणकार्यमेव अङ्गकार्यम्, अङ्गकार्यं बलवत् अस्ति, अतः अङ्गकार्यं प्रथमं भवति। तर्हि तत्र नायि इत्यस्य अनन्तरं शप् प्रत्ययः, शप् प्रत्ययः सार्वधातुकप्रत्ययः, अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः यतोहि अत्र निमित्तम् अस्ति. शप्रत्ययः सार्वधातुकप्रत्ययः, अतः तस्मात् पूर्वम् इगन्तम् अङ्गम् अस्ति, इक् वर्णः अस्ति अङ्गस्य अन्ते, अतः गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः. अत्र तु पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः नास्ति, यतोहि उपधायाम् इक् वर्णः एव नास्ति, लघु इक् वर्णः अपि नास्ति, अतः अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवति. अतः इकारस्य एकारः नाये, नाये योगः अयोगः ति, अत्र सन्धिकार अधुना सन्धिकार्यं भवति. अत्र एचोय वायावः इति सन्धिकार्यं, यान्तवान्तदेशसन्धिः, एकारस्य स्थाने अयादेशः, नाय नायय नायय योगः अ नायय योगः ति नाययति इति रूपं, नाययति रूपम् अस्तु. अवगतं खलु भगिनी? कथं जानीमः आचो इति सूत्रं कार्यं करोति अत्र? पुनः पूर्वम् अपि वयं णिच् धातु योजयामः, किन्तु तदनन्तरं अचो णिति इति सूत्रं न आगच्छति. न, अत्र इग अङ्गस्य अन्ते अच्वर्णः अस्ति चेत् तदा एव अचोयणिति कार्यं करोति भगिनि. अचोयणिति इत्यस्ति खलु, अच् अच्वर्णः अस्ति. अनन्तरं णिति, णिति इत्युक्ते णित् प्रत्ययः अथवा इत् प्रत्ययः. तर्हि अत्र णिच् प्रत्ययः णित् अस्ति, नकारः इत् यस्य सः णित् अस्ति खलु, णित् प्रत्ययः अस्ति. तस्मात् पूर्वम् अजन्त अङ्गं, यः कोऽपि अजन्त अङ्गम् अस्ति चेत् तस्य वृद्धिः भवति. अत्र यथा नी इति धातुः अजन्तम् अस्ति, अङ्गस्य अन्ते अच्वर्णः अस्ति, नी इत्यस्य अन्ते दीर्घ ईकारः अस्ति, अतः अजन्तः अस्ति. अनन्तरं णिच् प्रत्ययः णित् अस्ति, नकारस्य इत्संज्ञा अस्ति, अतः अचोयणिति इति सूत्रेण वृद्धिः भवति. गुणं प्रबाद्य इत्युक्ते गुण ओवर्रैड्स् गुण, वृद्धि ओवर्रैड्स् गुण. सो वृद्धि विशिष्टकार्यमस्ति अत्र. अत्र अधिकविवरणम् इदानीं मास्तु, चिन्ता नास्ति कथं कार्यं करोति सर्वम् इदानीं मास्तु, अग्रे पठिष्यामः कदाचित्. परन्तु अत्र पुगन्त अत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं नास्ति, सार्वधातुकार्धधातुकयोः इत्यस्यापि कार्यं नास्ति, अतः विशिष्टसूत्रेण वृद्धिः भवति इति तावत् अधुना. अस्तु, धन्यवादः. अग्रे विजयलक्ष्मी भगिनी भवती वदतु. भूधातुः, भूधातोः निच् योजनेन अनुबन्धानां लोपः भवति, इकारः अवशिष्यते, भू योगः इ. अत्रापि अचो णिति इति सूत्रेण वृद्धि आदेशः भवति, ऊकारस्य वृद्धि भूत्वा औ इति भवति, भौ योगः इ इति प्राप्नुमः. भौ योगः इ अत्र सन्धि भूत्वा भाव इति भवति, औकारस्य अनन्तरम् इ अस्ति, सन्धिकार्यं भूत्वा औकारस्य आव् इति रूपम् आगच्छति. भौ भाव इति भवति, भाव योगः इ भावी इति प्राप्नुमः. भावी इति नूतन निचि धातु. इदानीं अत्र लट्लकारस्य प्रथमविभक्तेः विवक्षा भवति चेत् भावी योगः ति इति भवति, तिप् विकरणप्रत्ययः मध्ये आगच्छति, भावी योगः शप् योगः तिप् इति भवति. शप् इति षित् अस्ति, अनुबन्धानां लोपः भूत्वा अकारः अवशिष्यते. षित् अस्ति चेत् सार्वधातुकः सार्वधातुकप्रत्ययः, भावी इत्यस्य गुणः भूत्वा इकारस्य एकारः भावे इति रूपं प्राप्नुमः. भावे योगः अयोगः ति, एकारस्य अकारस्य सन्धि भूत्वा इति तत्र एकारस्य स्थाने किं भवति? एकारस्य स्थाने यान्तवान्तदेशसन्धि भवति, वि इत्यस्य वै इति भवति, भावै अनन्तरं भावै योगः अ योगः तिप् इति अस्ति, भावै इति प्राप्नुमः, भावै अनन्तरं तिप् इत्यस्य पकारस्य हलन्त्यम् इति सूत्रेण लोपः भूत्वा ति इत्येव अवशिष्यते, भावयति इति रूपं प्राप्नुमः. सम्यक्, भावयति इति रूपं. सर्वेषां कृते प्रक्रिया स्पष्टा खलु? अस्तु अस्तु, अग्रे सन्दीप् महोदय वदति किं कृ धातुः? आं भगिनि, अत्र कृ योगः णिच्, अत्रापि णिच् प्रत्ययः अस्ति, अतः अचो णिति इत्यनेन वृद्धिः भवति ऋकारस्य, अतः कृ कार इति भवति. णिच् प्रत्ययस्य इत् संज्ञा लोपः भवति, इ इति अवशिष्यते, अतः कार योगः इ इति भवति, अतः कारी कारी इति नूतन धातुः अस्ति, अतः अत्र कारी योगः शप् योगः ति इति भवति. अत्र शप् सार्वधातुकम् अस्ति, तिंशित् सार्वधातुकम् अस्ति, अतः अत्रापि षकार अपकार इत् संज्ञा अस्ति, अतः लोपः भवति, अ इति अवशिष्यते. अत्र सार्वधातुकमस्ति, अतः इकारस्य गुणः भवति कारे इति भवति, कारे योगः अ कारय इति भवति, यान्तावान्तादेश सन्ति अस्ति, अतः कारे योगः अ योगः ति कारयति इति भवति, कारयति इति रूपम्. अस्तु, समीचीनम्. इत्युक्ते कृयोगः णिच्, तत्र णिच् प्रत्ययः अर्धधातुकप्रत्ययः, तत्र गुणकार्यं भवितुमर्हति, परन्तु गुणं प्रबाद्य वृद्धिः भवति अचोयणिति इति सूत्रेण. अतः ऋकारस्य आर् इति आदेशः भवति, कारयोगः इ कारि इति नूतनधातुः. तदनन्तरं प्रक्रिया यथा पूर्वं, कारियोगः शप्योगः इति, तर्हि कारी इति इगन्तम् अस्ति, अतः सारधातुक अर्धधातुकयोः इत्यनेन गुणः, कारे योगः अयोगः ति, यचोय वायवः इत्यनेन अयादेशः, कारय योगः ति कारयति इति रूपम्. अस्तु, तर्हि अग्रिमवाक्यद्वयमपि पठतु महोदय. सन्दीप् महोदय. किम् अत्र करपत्रे अग्रिम एकं वाक्यम् अस्ति खलु, तदपि पठतु. तिङन्तप्रकरणे गुणविधायकसूत्रद्वयम् अस्ति, सार्वधातुक अर्धधातुकयोः उगन्तलघुपदस्य च इति. इदानीं सूत्रद्वयस्य अपि परिचयः जातः. अस्तु, तर्हि अत्र सारांशः अस्ति. अत्र एतावता अस्माभिः किं किम् अधीतम् इति चेत्, सार्वधातुक अर्धधातुकयोः इति सूत्रम् अधीतम्. तर्हि इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण. तदनन्तरं पुगन्तलघुपदस्य च, इत्युक्ते पदायां लघु इक् वर्णः अस्ति चेत् तस्य गुणः भवति सार्वधातुक अर्धधातुकप्रत्यये परे. तर्हि उभयत्र सार्वधातुक अर्धधातुकप्रत्ययः अस्ति चेत् एव गुणकार्यं भवति, अङ्गस्य अन्ते इक्वर्णः अस्ति चेदपि गुणः भवति, उपधायां लघु इक्वर्णः अस्ति चेदपि गुणः भवति इति सारांशः. तर्हि एतावता सर्वाणि उदाहरणानि भुवादिगणे एव सन्ति. तर्हि भुवादिगणे गुणः भवति इति वयं जानीमः, यतोहि शप्रत्ययः सार्वधातुकप्रत्ययः अस्ति, गुणः भवति इति जानीमः. तर्हि अधुना अग्रे पश्यामः अन्येषु गणेषु का स्थितिः इति अग्रे पश्यामः. अग्रिमपाठः कृपया उद्घाटयन्तु. भगिनी ची ची भ्वादिगणे नास्ति खलु? ची भ्वादिगणे नास्ति, प्रेरणार्थे निच्छति खलु, प्रेरणार्थे निच्छति, न न ची चिनोति इति चाययति इति एकं रूपम् अत्र अत्र दत्तमस्ति. ओ ची चिय इति धातुः वा? भ्वादिगणे नास्ति इति वदति वा? अस्तु पश्यामि. चिनोति इति पञ्चम गणः. हा ची चयने इति पञ्चमीगणः इति वदति वा? ची चयने, सत्यं सत्यं, चुरादिगणे नास्ति, प्रेरणार्थे निशि, परिष्करणीयं, प्रेरणार्थे निशि. रूपं समानमेव, परन्तु तत्र चुरादिगणीयधातुः नास्ति इति कृत्वा तत्र प्रेरणार्थे निच् चायति इति रूपं. परन्तु अत्र अत्र ची इति धातुः चुरादिगणे अपि अस्ति, तत्र भाषायाम् इति अस्ति, चयने इति नास्ति. उदाहरणः कृ कृ इति भ्वादिगणे नास्ति खलु? न, तत्र तु सम्यक् भगिनि, तत्र प्रेरणार्थे निचि इति उक्तं खलु, तत्र सम्यक् अस्ति, अत्र सम्यक् अस्ति. अत्र ची चयने इति न वक्तव्यम्, अत्र ची भाषायाम् इति अस्ति चेत् चुरादिगणीयधातुः, तत्र अर्थः परिष्करणीयः. अस्तु, ची इति धातुः चुरादिगणे अपि अस्ति. भगिनी, ची इति धातु अष्टाध्यायी डाट् काम् न आगच्छति किं भगिनि? आगच्छति भगिनि, ची चिनोति, चापयति इति अपि एकं रूपम् अस्ति. ची चयति, चयति इति अपि रूपम् अस्ति. अत्र अत्र तु ची चयने इति दत्तमस्ति, अत्र परिष्करणीयं, चुरा अत्र प्रेरणार्थे निच् इति वदति चेत् सम्यक् भवति. अस्तु अस्तु, तर्हि अग्रे कृपया सर्वे नूतनपाठं प्रति सर्वे गच्छन्तु. तुदादिगणे न गुणः इति पाठः अस्ति. अस्तु, अत्र किञ्चित् चिन्तयामः. भ्वादिगणे गुणः भवति इति जानीमः वयम्. अधुना एतावता यानि यानि उदाहरणानि दृष्टानि तानि सर्वाणि भ्वादिगणे एव सन्ति, अतः तत्र सर्वत्र गुणः भवति इति जानीमः. यतोहि शप् प्रत्ययः तादृशप्रत्ययः अस्ति येन गुणकार्यं सम्भवति. अधुना तुरादिगणे विकरणप्रत्ययः कः? लताभगिनी वदतु. हा वदतु मा भगिनी. न, मूलरूपं किं? मूलरूपं शप् न, शप् इति भुवादिगणे अस्ति खलु, इति अवशिष्यते. तत्र मूले किम् अस्ति? श इति अस्ति, श इति अस्ति मूले विकरणप्रत्ययः अस्ति श. अत्र हा, शकारस्य इत्संज्ञा केन सूत्रेण भवति? लशक्वदिते सूत्रेण शकारस्य इत्संज्ञा भवति. सम्यक्, तर्हि तर्हि तत्र किम् अवशिष्यते? मात्रम् अवशिष्यते. अ इति एव अवशिष्यते. सम्यक्, तर्हि अस्माकं प्रश्नः भवति, तर्हि अ इति अवशिष्यते तत्र तुदादिगणे. अ इति प्रत्ययः कीदृशप्रत्ययः? उमा भगिनी वदतु, अ इति प्रत्ययः कीदृशप्रत्ययः? किम्? हा, तस्य स्वभावः, स्वभावः कः? अत्र शोभा भगिनी वदतु, श इति प्रत्ययः कीदृशप्रत्ययः? आम्, तत्र श इत्यस्य षित् इति भवति, तिंषित् प्रत्ययाः, सार्वधातुकप्रत्ययाः. बहु सम्यक्, शकारस्य इत्संज्ञा अस्ति, अतः श इति प्रत्ययः षित् अस्ति, षित् अस्ति इति कृत्वा तिंषित् सार्वधातुकम् इति सूत्रेण श प्रत्ययः सार्वधातुकसंज्ञकः अस्ति. अतः श प्रत्ययः सार्वधातुकप्रत्ययः अस्ति. तर्हि अत्र तुद् इति धातुः चिन्तयामः. तुद् धातुः तुदादिगणे अस्ति, तुद् योगः शयोगः ति. वयं सर्वे जानीमः तुदति इति रूपमस्ति. तर्हि तुद् योगः शयोगः ति, अत्र श इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति इति जानीमः. अत्र शोभाभगिनी भवती एव वदतु, सार्वधातुकप्रत्ययः अस्ति तर्हि अत्र केनापि सूत्रेण गुणः भवति किम्? क्षम्यता भगिनि, पुनरेकवारं वदतु. तुद् इति धातुः अस्ति, तुदादिगणे तुद् इति धातुः खलु, तुद् योगः शयोगः ति. अस्तु, अत्र श इति प्रत्ययः सार्वधातुकप्रत्ययः इति उक्तवती. तर्हि अधुना अत्र गुणकार्यस्य प्रसक्तिः अस्ति वा? न, नास्ति. किमर्थं चेत् शकार शकार गुणं प्रेरयति, परन्तु तत्र पकारः नास्ति गुणस्य अवरोधं न कर्तुम्. समीचीनं. हा, अत्र सूत्रदृष्ट्या चिन्तयामः चेत् यद्भवती उक्तवती समीचीनम् उपधा. हा, एक्स्प्लेन् करोमि एकक्षणं. तत्र कृपया म्यूट् करोतु. हा, वदतु भगिनि. हा, वदतु. तत्र उपधायाम् उकारः अस्ति इकोर्णः, तदापि गुणः न भवति. परप्रत्ययः अपि शकारः अस्ति, षिद् इति अस्ति इति कृत्वा सार्वधातुक आर्धधातुकयोः प्रत्यय सूत्रेण गुणः भवितुम् अर्हति, किन्तु तत्र पकारः नास्ति इति कृत्वा गुणः न भवति इति वा? सम्यक्, तदेव समीचीनं. तर्हि अत्र श इति प्रत्ययः यद्यपि सार्वधातुकसंज्ञकः अस्ति, सार्वधातुकसंज्ञा अस्ति तस्य, तर्हि वयं जानीमः सार्वधातुकसंज्ञा अस्ति चेत् सार्वधातुक आर्धधातुकयोः नो चेत् पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः भवति. तर्हि अत्र तुद्योगः श इत्यत्रापि पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, सूत्रस्य अप्लिकबिलिटि अस्ति. परन्तु तथापि वयं जानीमः तुदति इति एव रूपम् अस्ति, तत्र गुणः न भवति. गुणः भवति चेत् तोदति इति रूपं भवति, अत्र गुणः न भवति. तर्हि तदर्थं यद्यपि पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, तथापि तत्र अन्यत् किमपि अस्ति येन कारणेन गुणस्य बाधा भवति. तद् किम् इति अधुना पश्यामः. तत्र एकम् अन्यत् सूत्रमस्ति येन कारणेन गुणः न भवति, गुणस्य बाधा भवति. तद् किम् इति अधुना पश्यामः. तत्र तर्हि अत्र अस्माकं विषयः अस्ति तुदादिगणे गुणः न भवति. यद्यपि प्रत्ययः सार्वधातुकप्रत्ययः अस्ति श इति प्रत्ययः, गुणस्य प्रसक्तिः अस्ति, तथापि गुणः न भवति. किमर्थं न भवति इति अधुना पठामः. अस्तु, अत्र विनय महोदय पठति किम्? विनय महोदय, अस्तु. शेखर् महोदय पठितुम् इच्छति किम्? श्रूयते किल? श्रूयते, पठतु. अस्तु, ध्वादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्धः लोपनानन्तरम् अ एव अवशिष्यते इति अस्माभिः दृष्टम्. तयोः गणयोः तिगन्तपदानां साम्यमपि अस्ति, यथा भ्वादि भ्वादौ भवति, तुदादौ लिखति, उभयत्र ति इत्यस्तां पूर्वम् अकारः. तर्हि किमर्थं गणद्वयम्? एतावता प्रायः सर्वे जानीयुः यत् भ्वादिगणे गुणकार्यं भवति, तुदादिगणे गुणकार्यं निषिध्यते. अस्मिन् पाठे किमर्थं तुदादिगणे गुणः भवति इति परिशीलयिष्यामः. अस्तु, अग्रे पठानि उत? हा, तावद् वदतु किमस्ति अत्र. अस्तु, एतावता भ्वादिगणे च तुदादिगणे च विकरणप्रत्ययः अल. महोदय, कृपया किञ्चित् उच्चैः वदतु महोदय. अस्तु, भ्वादिगणे तुदादिगणे च एतावता विकरणप्रत्ययस्य अनुबन्धलोपानन्तरम् अकारः एव अवशिष्यते, यथा भ्वादिगणे भवति इति रूपमस्ति, तुदादिगणे लिखति इति रूपमस्ति, अन्ततो गत्वा अकारः एव अन्ते श्रूयते. किमर्थं तर्हि गणद्वयं निरूपितमस्ति इति प्रश्नः उदेति. भ्वादिगणे तु गुणः भवति, अस्मिन् गणे गुणः न भवति. किमर्थम् एवं रीत्या गणद्वयं निर्मितमस्ति, यत्र एकत्र गुणकार्यमस्ति अपरत्र गुणकार्यं न भवति इति? अस्मिन् पाठे किमर्थमेव अस्ति इति चर्चयिष्यामः इति उक्तमस्ति. समीचीनं महोदय. इत्युक्ते वयं जानीमः भ्वादिगणे शप् इति विकरणप्रत्ययः, तत्रापि इत्संज्ञकवर्णानां लोपानन्तरम् अकारः एव अवशिष्यते. तुदादिगणे श इति विकरणप्रत्ययः, तत्रापि इत्संज्ञकवर्णस्य लोपानन्तरम् अकारः एव अवशिष्यते. उभयत्र अकारः एव. तर्हि पाणिनिः किमर्थम् एतादृशं कृतवान्, किमर्थं तत्र गणद्वयं स्थापितवान् इति प्रश्नः उदेति. तर्हि तत्र तस्य उत्तरं किम् इति चेत्, यद्यपि उभयत्र अकारः एव अवशिष्यते विकरणप्रत्ययस्य लौकिकरूपं, तथापि द्वादिगणे गुणकार्यं भवति, तुदादिगणे गुणकार्यं न भवति. तदर्थं तत्र भिन्नगणे स्थापितवान्. यदि अत्र भूधातुः वयं जानीमः द्वादिगणे अस्ति, तत्र गुणकार्यं सर्वं भवति, अतः भवति इति रूपम् अस्ति इति जानीमः. तुदादिगणे लिक् इति धातुः अस्ति, लिक् योगः श योगः ति. तर्हि श इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, षित् अस्ति तुदादिगणे, तत्र अकारः अवशिष्यते, लिक् योगः अयोगः ति. अधुना अ इति प्रत्ययः यद्यपि सार्वधातुकप्रत्ययः अस्ति, तत्र गुणकार्यं नास्ति. गुणकार्यं भवति चेत् लेखति इति रूपं भवति खलु, परन्तु अत्र लिखति इति एव रूपम् अस्ति. यदि गुण यदि लिक् धातुः द्वादिगणे अभविष्यत् तर्हि तत्र लेखति इति रूपं भवति, परन्तु तादृशरूपं नास्ति लोके, लिखति इति एव रूपं. तदर्थं तत्र भिन्नगणः अस्ति, तुदादिगणः इति भिन्नगणः अस्ति, तस्मिन् गणे लिक् धातुं स्थापितवान्. तेन किं भवति, तत्र गुणकार्यं बाधितं भवति, गुणकार्यं कथञ्चित् न भवति. यद्यपि उगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि शप्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तथापि गुणकार्यं बाधितमस्ति. केन सूत्रेण बाधितम् अस्ति इति अग्रे पठिष्यामः. अस्तु अस्तु, अग्रे का अस्ति अत्र, राहुल् महोदय पठति किम्? राहुल् महोदय अस्ति, अस्तु. रमाबाई भगिनी पठति वा? दृष्टान्ते भूधातुः इगन्तः अस्ति, शप् प्रत्यये परे इगन्तभूधातोः उकारस्य गुणादेशः भवति सार्वधातुः अर्धधातुकयोः इति सूत्रेण. बुद् धातोः उपधायां लघु इक्वर्णः, अतः शप् प्रत्यये परे तस्य बुद् धातोः उकारस्य गुणादेशः भवति उगन्तलघुपदस्य च इति सूत्रेण. आहत्य द्वादिगणे इगन्तधातूनाम् इक्वर्णस्य गुणः, उपधायां दस्व इक्वर्णस्य गुणः च. अधुना तुदादिगणे तत् अवस्थाद्वयम् अस्ति चेदपि गुणः न इत्युक्तौ इगन्तधातूनाम् इक्वर्णस्य गुणः न, तदापि उपधायां ह्रस्व इक्वर्णस्य गुणः न. यद्यपि तुदादिगणे ष विकर्णप्रत्ययः षित् अस्ति, द्वादिगणे शप् इव, तथापि तुदादौ गुणः न भवति. पठामि वा? न, तावत् वदतु, वदतु. वयं जानीमः भूधातुः अस्ति, तत्र इगन्त अङ्गम् अस्ति, परे शप् प्रत्ययः अस्ति. तदर्थं सार्वधातुक आर्धधातुकयोः इति सूत्रेण भूधातोः गुणः भवति. भू सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः सम्यक् एव अस्ति. भवादिगणे पूर्वं इगन्त अङ्गम् अस्ति, परे शप् अस्ति, तदर्थं तिंशित् सार्वधातुकम् अस्ति इति कारणात् तत्र भूधातोः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति. तदैव बुद्धातुः अस्ति, तत् उपधायां लघु इक्वर्णः अस्ति, धातोः अन्तिमवर्णः इतः नास्ति चेदपि उपधायां एकवर्णः अस्ति, तत्परे शप् शप् अस्ति, तिङ्क्षि सार्वधातुकं, तिङ्क्षि सार्वधातुकम् अस्ति. उपधायां लघु इक्वर्णः अस्ति, शप् प्रत्ययपरे अस्ति. इदानीम् उपहारस्य गुणादेशः भवति कुबन्ध लघुपदस्य च सूत्रेण तत्र गुणः भवति. बौद्धिगणे इगन्तधातूनाम् इक्वर्णस्य गुणः, बौद्धिगणे इगन्तधातुः इक्वर्णः अस्ति चेत् तत्र गुणः भवति. उपधायां ह्रस्ववर्णः अस्ति चेत् तत्रापि गुणः भवति, षप् प्रत्यये परे अस्ति चेत्. परन्तु तुदादिगणे गुणः न भवति. किमर्थं चेत् तत्र तुदादिगणे इगन्तधातुः अस्ति, इक्वर्णस्य गुणः न भवति. परे इगन्तधातुः अस्ति, परे ष प्रत्यये एव अस्ति, तिङ् प्रत्यये एव अस्ति, तत्र पित् नास्ति. अनन्तरम् उपधायां ह्रस्व इकार अस्ति चेदपि परे ष प्रत्यये एव अस्ति, अ एव अवशिष्यते. तत्रापि षित् अस्ति, पित् नास्ति, तदर्थं तुदादिगणे गुणः न भवति. समीचीनं भगिनि. तर्हि अत्र यः धातुः भुवादिगणे अस्ति, अपि च एकः धातुः भुवादिगणे अस्ति, अन्यः धातुः तुदादिगणे अस्ति, तयोः भेदः कः इति अत्र प्रदर्शितम् अस्ति. यथा अत्र भूधातुः अस्ति, भूधातुः भुवादिगणे अस्ति, अन्य कोऽपि धातुः तुदादिगणे अस्ति इति चिन्तयामः चेत् भूधातुतः शप् प्रत्ययः भवति. शप् प्रत्ययः, भगिनि कृपया म्यूट् करोतु भगिनि. भूधातुः भुवादिगणे अस्ति, तर्हि तत्र किं भवति, तत्र शप् विकरणप्रत्ययः विधीयते. अधुना अत्र अन्य कोऽपि तत्र लिक् धातुः चिन्तयामः. लिक् धातुः तुदादिगणे अस्ति, तर्हि तत्र श इति विकरणप्रत्ययः भवति. अत्र भुवादिगणे शप् विकरणप्रत्ययः, तुदादिगणे श इति विकरणप्रत्ययः. शप् विकरणप्रत्ययः षित् अस्ति, अतः सार्वधातुकसंज्ञकः. तुदादिगणे श विकरणप्रत्ययः षित् अस्ति, अतः सार्वधातुकसंज्ञकः. उभयत्र सार्वधातुकसंज्ञकः, उभयत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः, नो चेत् पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति उभयत्र. परन्तु भुवादिगणे गुणकार्यस्य प्राप्तिः अस्ति, तुदादिगणे गुणकार्यस्य प्राप्तिः नास्ति इति एव भेदः. तर्हि तत्र किम् अस्ति, किं तयोः मध्ये कः भेदः इति चेत्, भुवादिगणे शप् अस्ति, न केवलं शकारः अस्ति अपि तु पकारः अपि अस्ति, पकारः अस्ति. तुदादिगणे तादृशपकारः नास्ति, केवलं शकारः एव अस्ति, केवलं षित् अस्ति, पित् नास्ति. भुवादिगणे पकारस्य अपि इत्संज्ञा अस्ति, यतोहि पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति खलु. अतः शप् प्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति. परन्तु तुदादिगणे श इति प्रत्ययः केवलं षित् अस्ति, पित् नास्ति. तर्हि तावान् एव भेदः अस्ति द्वयोर्मध्ये. सर्वं समानम् अस्ति, इगन्तमङ्गं, लघुपदाङ्गं, लघुपदाङ्गं, सार्वधातुकप्रत्ययः, सर्वं समानम् अस्ति. केवलं भेदः कुत्र इति चेत्, भुवादिगणे पकारस्य इत्संज्ञा अस्ति, तुदादिगणे पकारस्य इत्संज्ञा नास्ति इति तावानेव भेदः. तादृशभेदेन एव अत्र भुवादिगणे गुणकार्यं भवति, तुदादिगणे गुणकार्यं न भवति. अपित्वात् तुदादिगणे गुणकार्यं न भवति. अपित्वम् इत्युक्ते किम् इति चेत्, यत्र पित्वं नास्ति. पित्वं पकारस्य इत्संज्ञा यत्र अस्ति, न पित् अपित् इति नै नै तत्पुरुषसमासः अस्ति. यत्र पित्वं नास्ति तादृशप्रत्ययः अपित् अस्ति, अतः तुदादिगणे श प्रत्ययः अपित् अस्ति. अवगतम्? अस्तु अस्तु शेखर महोदय अधुना चिन्तितं यदि शुर् इति मिल् इति धातुः अस्ति अनन्तरं शकारः इति प्रत्ययः अस्ति अस्तु अन्ततो गत्वा तत्तु षित् अस्ति अस्तु तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा लभ्यते तत्र मिल् इत्यस्मात् परम् अकारः अस्ति अधुना पुगन्तलघूपतस्य च सार्व इति सूत्रेण किमर्थं तत्र गुणकार्यं न भवति गुणकार्यस्य प्रसक्तिः अस्ति गुणकार्यस्य प्रसक्तिः अस्ति गुणकार्यं भवितुम् अर्हति परन्तु तस्य अग्रे द्रष्टव्यं तत्र अन्यत् किमपि सूत्रमस्ति वा येन गुणकार्यस्य बाधा भवति इति द्रष्टव्यं तदर्थम् अत्र अग्रे पठामः अत्र एकं सूत्रमस्ति महोदय सार्वधातुकम् अपित् अपि च क्मिति च इति सूत्रद्वयं वर्तते तस्मिन् विषये अग्रे पठामः येन कारणेन गुणस्य बाधा भवति अस्तु अस्तु तर्हि पुगन्तलघुपदस्य लघुपदस्य च इति सूत्रेण गुणकार्यं भवेत् किन्तु अपवादसूत्रं किमपि अस्ति अनन्तरं तावदेव बाधकसूत्रमस्ति बाधकसूत्रम् इति अस्ति इति कृत्वा एव कार्यं न भवति तदर्थं वयं वदामः पित्वं वा अपित्वं वा इति ज्ञानम् इत्यस्य ज्ञानस्य आवश्यकता अस्ति यस्मिन् सार्वधातुकलकारेषु इत्युक्ते लट् लोट् लङ् विधिर्लिङ् एतेषु सर्वेषु लकारेषु पित्वम् अस्ति वा अपित्वम् अस्ति वा इत्यस्य प्राधान्यं वर्तते प्रत्ययस्य कारसेच्छा अस्ति वा इत्यपि द्रष्टव्यं गुणकार्यस्य कृते अस्तु हा अग्रे अत्र गीता भगिनी पठतु गीता भगिनी अस्ति वा अस्ति भगिनी पठामि द्वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति तस्य गुणस्य कारणम् अस्माभिः ज्ञायते इगन्तधातुः भवतु लघुपदधातुः भवतु उभयत्र गुणस्य निमित्तं शप् इति विकरणप्रत्ययः यदि भुवादिगुण धात्वङ्गे भुवादिगणः भवति भुवादिगणः भवति तत्र द्वे दशायां गुणः भवति एकः अस्ति इगन्तधातुः अस्ति चेत् गुणः भवति लघुपदम् अस्ति चेत् अपि गुणः भवति उभयत्र गुणस्य किन्तु उभयत्र गुणस्य निमित्तं शप् प्रत्ययः एव इति अत्र उक्तम् पठामि शप् विकरणप्रत्यये शकारस्य इत्संज्ञा लोपः च इति कारणतः शप् षित् यस्य शकारः इत् स षित् तिङ् षित् सार्वधातुकम् इत्यनेन सूत्रेण शप् सार्वधातुकं शप् सार्वधातुकसंज्ञकप्रत्ययः इति कारणात् सार्वधातुकार्धप्रत्ययोः इति सूत्रेण इगन्तधातौ एकः गुणः पुगन्तलघुपदस्य च इति सूत्रेण धातोः उपधायां हस्व एकः गुणः च इति दृष्टवन्तः नाम गुणकार्ये शपः प्रेरणदायिनी शक्तिः अस्ति इति ज्ञातवन्तः अत्र शप् विकरणप्रत्ययस्य स्पेशालिटि उक्तम् अत्र शप् विकरणप्रत्यये शकारस्य इत्संज्ञा भवति अतः षित् इति वदते शकारः शकारस्य इत्संज्ञा भूत्वा षित् भवति षित् प्रत्ययः भवति षित् सार्वधातुकम् इत्यनेन सूत्रेण शप् सार्वधातुकं भवति संज्ञा प्राप्नोति शप् सार्वधातुकसंज्ञकप्रत्ययः भवति इति कारणात् सार्वधातुक अर्धधातुकयो इति सूत्रेण इगन्तधातु एकः गुणः भवति तथैव पुगन्तलघुपदस्य च इति सूत्रेण तदुपधायाम् इक् हस्वः भवति चेत् तत्रापि गुणः भवति इति वयं दृष्टवन्तः इति एव भवत् नाम गुणकार्ये अस्ति भगिनि नाम गुणकार्ये शपः एव प्रेरणदायिनी अस्ति अत्र निमित्तमस्ति द्वे द्वयो द्वे अवस्थायामपि शप् एव प्रेरणादायिनी अस्ति इति वयं ज्ञातवन्तः सत्यं सत्यम् इत्युक्ते तत्र अत्र पुनः पुनः अहं तदेव वदामि अत्र पुनः पुनः वदामि इति मा चिन्तयन्तु किमर्थम् इति चेत् अत्र शास्त्रपठने पुनरुक्तिः दोषः नास्ति इति कृत्वा पुनः पुनः वदामि किमर्थम् यत्र अयं सिद्धान्तः बहु महत्त्वपूर्णसिद्धान्तः अस्ति अत्र गुणकार्यम् अवस्थाद्वये भवति इति जानीमः अत्र प्रत्ययः सार्वधात्मकप्रत्ययः अस्ति अथवा आर्धात्मकप्रत्ययः अस्ति चेत् तत्र इगन्तम् अङ्गं नो चेत् लघुपद अङ्गम् अस्ति चेत् गुणकार्यं भवति इति नियमः अस्ति तर्हि अत्र भुवादिगणे तादृशसन्दर्भः अस्ति शप्रत्ययः सार्वधात्मकप्रत्ययः अस्ति अपि च इगन्तम् अङ्गं नो चेत् लघुपद अङ्गम् अस्ति चेत् गुणकार्यं भवति यतोहि शप् अस्ति षित् अस्ति किञ्चित् सार्वधात्मकम् इत्यनेन सार्वधात्मकसंज्ञकः अस्ति तर्हि तत्र क्लेशः एव नास्ति यत्र प्रत्ययः शप् अस्ति तत्र सूत्रद्वयस्य प्रसक्तिः भवति सार्वधात्मकार्धात्मकयोः पुगन्तलघुपदस्य च इति अनयोः सूत्रयोः प्रसक्तिः भवति यतोहि अङ्गम् इगन्तम् अथवा नो चेत् लघुपदम् अङ्गम् अस्ति चेत् कार्यं भवति क्लेशः एव नास्ति तर्हि शप् इति प्रत्ययः तादृशप्रेरणादायिनी शक्तिः इति तत्र अस्माकं बोधनार्थं तथा उक्तमस्ति तर्हि तत्र इतोपि अस्ति व्याकरणदृष्ट्या किमर्थं गुणकार्यं भवति द्वादिगणे किमर्थं तुदादिगणे न भवति इति अग्रे परिशीलयामः तत्र शप् इत्यस्मिन् यथा पूर्वम् उक्तं तत्र पित्वम् अस्ति इति एव महत्त्वपूर्णविषयः अस्ति पित्वम् अस्ति न वा इति अपि द्रष्टव्यं केवलं सार्वधात्मकसंज्ञकः अस्ति चेत् पर्याप्तं नास्ति पित्वम् अस्ति न वा इति अपि द्रष्टव्यं पित्वम् अस्ति चेत् एव गुणः भवति पित्वं नास्ति चेत् गुणकार्यं न भवति तस्य बाधा भवति गुणकार्यस्य बाधा भवति तत् कथम् इति अग्रे दत्तमस्ति तर्हि अग्रे अत्र राहुल् महोदय अस्ति किम् अस्तु अस्तु वसन्ती भगिनी पठतु अस्तु शप् विकरणप्रत्यये अधुना अग्रे अत्र केचन प्रश्नाः न अधुना तुदादिगणे विकरणप्रत्ययः श तस्मात् पूर्वम् ओके I'm missing that line in my printout, so maybe... Astu. Atra Aruna Bhagni patatu. Aruna Bhagni. Astiva Aruna Bhagni. Star 6 Modetu Bhagni. Mute Madhya Asti Chet, Star 6. अस्तु मीना भगिनी पठतु अधुना तुदादिगणे विकरणप्रत्ययः ष च विकरणप्रत्ययः ष इत्यस्य शकारस्य इत्संज्ञा लोपः स इति कारणतः षित् यस्य शकारः इत् सः षित् तिंषित् सार्वधात्मकम् इत्यनेन सूत्रेण श प्रत्ययः सार्वधात्मकसंज्ञकः तर्हि तुदादिगणे अपि सार्वधात्मक आर्धधात्मकयोः इति सूत्रेण इगन्तधातौ इकः गुणः भवेत् पुगन्तलघुपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः गुणः च भवेत् इदं सर्वं सत्यं सत्यपि गुणः न भवेत् तर्हि कः भेदः श प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत् किमर्थं भुवादिगणे यत्र गुणः भवति तत्र तुदादिगणे न भवति अत्र केचन प्रश्नाः न तावद् वदतु भुवादिगणे श प्रत्ययः षित् अस्ति, तुदादिगणे शप् भुवादिगणे शप् प्रत्ययः षित् पित् अपि अस्ति, तुदादिगणे शप् प्रत्ययः षित् अस्ति, शप् प्रत्ययः शप् प्रत्ययः षित् इति कारणेन तिंषित् सार्वधातुक सार्वधातुकसंज्ञा संज्ञा भवति. सार्वधातुक आर्धदोतकयोः इति सूत्रेण अपि च पुगर्तलघुपदस्य इति सूत्रेण उप सार्वधातुक आर्धदोतकयोः एकः गुणः अन्तिमवर्णस्य एकः गुणः पुगन्तलघुपदस्य उपदायिकः गुणः भवितव्यं भुवादिगणे भुवादिगणे वा तुदादिगणे वा. परन्तु वयं जानीमः भुवादिगणे गुणः भवति सार्वधातुकयोः वा पुगन्त सार्वधातुक ऐ मीन् सार्वधातुक आर्धदातु सार्वधातुक आर्धदातुकयोः सूत्रेण वा इगन्त इगन्त गुणः पुगन्तलघुपदस्य लघु उपदायाः इकन्दस्य गुणः भवति भुवादिगणे. परन्तु तुदादिगणे गुणः न भवति इति विशिष्टविषये न भवति. किमर्थं न भवति इति अत्र भवति कारणम् अग्रे अग्रे अग्रे उच्यते किमर्थं गुणः न भवति इति अग्रे उच्यते. भगिनी कृपया म्यूट् करोतु भगिनि. अहं पठामि वा? न न तावत् धन्यवादः, म्यूट् करोतु कृपया. अत्र अत्र यथा वयं पुनः पुनः वदन्तः स्मः तत्र भुवादिगणे शप् इति प्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति, तुदादिगणे श इति प्रत्ययः केवलं षित् अस्ति. तर्हि अत्र भुवादिगणे शकारः अस्ति चेत् प्रेरणादायिनी शक्तिः इति किमर्थम् उक्तम् इति चेत् अत्र श इति प्रत्ययः सार्वधातुकः अस्ति, सार्वधातुकः अस्ति चेदेव गुणकार्यं भवति खलु. सार्वधातुकार्धातुकयोः पुगन्तलघुपदस्य च अनयोः सूत्रयोः प्रसक्तिः तदा एव भवति यत्र प्रत्ययः अस्ति. सार्वधातुकप्रत्ययः नो चेत् आर्धदातुकप्रत्ययः अस्ति चेत् एव गुणकार्यं भवति. अतः उभयत्र सार्वधातुकप्रत्ययः अस्ति, अतः प्रेरणादायिनी शक्तिः अस्ति उभयत्र, यतोहि उभयत्र सार्वधातुकप्रत्ययः अस्ति. तथापि तुदादिगणे गुणः न भवति. किमर्थं न भवति इति अग्रे दत्तमस्ति. अत्र केचन प्रश्नाः, वसन्ती भगिनी पठतु. अत्र केचन प्रश्नाः. शपि शप् प्रत्यये फकारस्य किं कार्यं? फकारः नास्ति चेत् कः प्रभावः? सुदादिगणे विकरणप्रत्ययः श एव शप् न, नाम फकारः नास्ति, तर्हि फकारस्य अभावे किं भवति? अस्माकम् अध्ययनस्य आरम्भे एवम् उक्तम् आसीत्. तावद् वदतु, के प्रश्नाः? प्रश्नाः शप्रत्यये पकारस्य किं कार्यम् इति इति एकः प्रश्नः. पकारः नास्ति चेत् कः प्रभावः? ओ षित् प्रत्यये पकारः नास्ति, ओन्लि षित् प्रत्ययः अस्ति. पकारः नास्ति चेत् कः प्रभावः? सत्यम् इत्युक्ते तदेव भेदः अस्ति. तुदादिगणे अपि च भुवादिगणे उभयत्र विकरणप्रत्ययः अस्ति, उभयत्र तत्र सार्वधातुकप्रक्रिया अस्ति, सर्वं समानं. परन्तु तत्र भेदः कः इति चेत् शप्रत्यये पकारः अस्ति, अत्र शप्रत्यये पकारः नास्ति. तर्हि पकारस्य महत्त्वम् अस्ति. तत्र पाणिनिः विचिन्त्य एव पकारं स्थापितवान् प्रत्यये, नो चेत् पकारस्य यदि किमपि कार्यं नास्ति चेत् तत्र न स्थापयति. इत्युक्ते व्याकरणशास्त्रे प्रत्येकम् इत्संज्ञकवर्णस्य किमपि कार्यमस्ति, प्रयोजनम् अस्ति एव, इत्संज्ञकवर्णस्य प्रयोजनम् अस्ति एव, तर्हि तत्र शप् इति प्रत्यये पकारः प्रकारं स्थापितवान् इति कृत्वा तत्र पकारस्य प्रयोजनम् अस्ति, पकारः इत्संज्ञकवर्णः अस्ति, अतः तस्य प्रयोजनम् अस्ति. तर्हि तत्र सर्वत्र अस्माभिः प्रष्टव्यं, यदि अत्र कस्यचित् वर्णस्य इत्संज्ञा अस्ति चेत् तस्य प्रयोजनं किम् इति प्रष्टव्यं. तत् अत्र शप् इति प्रत्ययस्य षित् इति प्रत्ययः अस्ति चेत् तत्र सार्वधातुकसंज्ञा भवति इति तत्र प्रयोजनम् अस्ति. शकारस्य इत्संज्ञा भवति चेत् सार्वधातुकसंज्ञकः भवति इति प्रयोजनम् अस्ति. तर्हि पकारस्य इत्संज्ञा किमर्थं भवति, तस्य प्रयोजनं किम् इति प्रष्टव्यं. तर्हि अत्र प्रयोजनं किम् इति अग्रे पक्ष्यति अत्र. अस्तु, विनय महोदय अस्ति किम्? भगिनी मालिनी अस्मि, एकः प्रश्नः भगिनि. नाम पकारः नास्ति इत्युक्ते किम्? शप् न नाम, नाम पकारः नास्ति, तुदादिगणे विकरणप्रत्ययः श एव, शप् नास्ति नाम तत्र पकारः नास्ति, श इति प्रत्यये पकारः नास्ति इति. धन्यवादः. अस्तु, विनय महोदय अस्ति किम्? अस्तु, लता भगिनी. अस्तु, शोभा भगिनी पठतु. अस्माकम् अध्ययनस्य आरम्भे एवम् उक्तम् आसीत्, विकरणप्रत्यये इत्संज्ञका शकारस्य कार्यं गुणस्य कृते प्रेरयति. धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति. विकरणप्रत्यये इत्संज्ञका पकारस्य कार्यं, तस्य पकारस्य अभावे गुणस्य अवरोधः भवति. इत्संज्ञका शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः. सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति? अग्रे पठामि वा? तावद् वदतु भगिनि. हा, तत्र यथा आरम्भे उक्तं, विकरणप्रत्यये इत्संज्ञकशकारस्य षित् कार्यं किमस्ति इति दत्तं. गुणस्य कृते प्रेरयति, तत्र गुणः भवतु इति षित् प्रेरयति. धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति. धातौ किमपि गुणस्य कार्यं प्रारम्भे एव आसीत् अस्ति, तत् कार्यं प्रेरयति. विकरणप्रत्यये इत्संज्ञकपकारस्य कार्यं, किन्तु षित् स्वयं एतत् कार्यं कर्तुं न शक्नोति. तत्र पित् इति प्रत्ययस्य आवश्यकमपि अस्ति. पित् किं करोति इत्युक्ते तस्य पकारस्य पित् इत्यस्य अभावे गुणस्य अवरोधं भवति. तत्र पित् अस्ति चेत् अवरोधं न भवति, अतः गुणकार्यं भवति. पित् नास्ति चेत् तत्र अवरोधः भवति इति कृत्वा गुणः न भवति. इत्संज्ञकशकारस्य कार्यं कथं भवति इति अग्रे जानीमः. इति ज्ञातवन्तः, वयं जानीमः एव इत्संज्ञकशकारस्य कार्यं कथं भवति इति जानीमः खलु भवति इति अधुना सूत्रसहिता व्याख्यां जानीमः. हा, अत्र अत्र सूत्रद्वयम् अस्ति, तत्र शकारस्य इत्संज्ञा भवति चेत् तत्र सार्वधातुकसंज्ञकः भवति इति जानीमः खलु. वयं पठितवन्तः, तत् पठितवन्तः. अधुना पकारस्य किं कार्यम् इति वयं जानीमः. इत्युक्ते अत्र अत्र भेदः यथा यथा वारं वारं वदामः, भेदः कः इति चेत् यत्र शकारः अस्ति चेत् गुणस्य कृते प्रेरयति शकारः, तस्य अर्थः कः? गुणस्य कृते प्रेरयति नाम किम् इति चेत् अत्र शकारः अस्ति चेत् प्रत्ययः प्रत्ययस्य प्रत्यये शकारस्य इत्संज्ञा अस्ति, प्रत्ययः षित् अस्ति चेत् सार्वधातुकसंज्ञकः भवति. सार्वधातुकसंज्ञकः अस्ति चेत् एव गुणकार्यं भवितुम् अर्हति. किमर्थम् इति चेत् सार्वधातुक आर्धधातुकयोः इति सूत्रे अपि सार्वधातुकप्रत्ययः एव निमित्तम् अस्ति. उगन्तलघुपदस्य च इति सूत्रे अपि सार्वधातुकप्रत्ययः एव निमित्तमस्ति. अतः वयं वक्तुं शक्नुमः गुणस्य कृते सार्वधातुकप्रत्ययः एव प्रेरयति गुणस्य कृते इति वक्तुं शक्नुमः. तदनन्तरं तत्र केन कथं गुणकार्यं सम्भव गुणकार्यं गुणकार्यस्य प्राप्तिः कथं भवति इति तस्मिन् विषये इतोपि अस्ति. इत्युक्ते यत्र पकारस्य इत्संज्ञा अस्ति, प्रत्यये पकारस्य इत्संज्ञा अस्ति, नाम प्रत्ययः पित् अस्ति, तत्र एव गुणकार्यस्य प्राप्तिः भवति, नो चेत् प्राप्तिः न भवति. पित्वं नास्ति चेत् प्राप्तिः न भवति इति एव महत्त्वपूर्णसिद्धान्तः. यद्यपि प्रत्ययः सार्वत्रिकसंज्ञकः भवतु, तथापि प्रत्यये पित्वं नास्ति चेत् गुणकार्यस्य प्राप्तिः न भवति इति मूलविषयः. तर्हि पित्वस्य महत्त्वं वर्तते, सर्वत्र पित्वम् अस्ति न वा इति द्रष्टव्यम्. अस्तु भगिनी, भवती एव अग्रिमपरिच्छेदं पठतु, तदनन्तरं समापयामः. आम्, भ्वादिगणे विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति. अतः सरल्यार्थं भ्वादिगणे पकारसम्बन्धसूत्रसहित चर्चा न जाता, परन्तु तुदादिगणे पकारस्य अभावे गुणावरोधः, स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम्. लिक् धातोः उदाहरणम् अत्र अवलोकयाम. लिक् लट् लकार विवक्षायां प्रथमपुरुषैकवचने विकरणप्रत्ययस्य योजने. अधुना लिक् योगः श शकारः योगः ति, तत्र लशक्वतद्धिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन शकार लोपः. अधुना लिक् योगः अ योगः ति, श अधुना तस्य प्रतिनिधि आ षित् अस्ति, अतः तिङ् षित् सार्वधातुकम् इत्यनेन सूत्रेण शा प्रत्ययः सार्वधातुकसंज्ञकः अपि अस्ति. पुगन्तलघु उपधस्य च इत्यनेन सूत्रेण लिक् धातोः उपधायां ह्रस्व इकारस्य गुणप्रसक्तिः अस्ति, अतः अनेन लेखति इति स्यात्. अग्रे अपि पठामि वा? हा, पठतु पठतु. हा, किन्तु शविकरणप्रत्ययः न केवलं षित् अपि तु अपित्. अपित् इत्युक्ते यस्मिन् इत्संज्ञकः पकारः नास्ति, सः अपित् इति उच्यते. विकरणप्रत्ययः श षित् अस्ति इति स्मरतु. नाम यद्यपि शकारस्य लोपः जातः, तथापि शकारस्य प्रभावः अस्ति एव, यतः लोपः इत्युक्ते अदृश्यः न तु अपगतः. परन्तु तुदादिगणे विकरणप्रत्ययस्य पकारः नास्ति एव, पकारलोपः इति न, पकारः नास्ति एव, अतः श विकरणप्रत्ययः अपित् इति उच्यते. तत्र यथा वयं पूर्वं दृष्टवन्तः, शकारपकारयोः अस्तित्वेन गुणः भवति. तत्र पकारः नास्ति चेत् किं भवति इति उक्तं. पकार शप् इति षित् पित् शा एव अस्ति चेत् षित् एव. तत्र पकारः अदृश्य इति न, पकारः नास्ति एव, अतः तत्र श विकरणप्रत्ययः अपित् इति उच्यते. किमर्थं चेत् शकारपकारयोः लोपस्य नन्तर अपि ते प्रत्ययस्य प्रभावः अस्ति एव, परन्तु तुदादिगणे पकारः नास्ति इति कृत्वा तत्र प्रभावः अपि नास्ति. अतः गुणकार्यं न भवति. अपि च तदेव भगिनि, तत्र आदौ उदाहरणं लिखितं, लिखिति दातु किं भवति दृष्टवन्तः. लिखिति लिखिति तत्र लट्लकारस्य विवक्षा अस्ति चेत् लिख् योगः श योगः ति, तत्र लशक्वतदिते अपि तस्य लोपः इत्यनेन शकारस्य इत्संज्ञा भूत्वा लोपः अपि भूत्वा लिक् योगः आयोगः ति इति तिष्ठति. यदि अत्र लिक् योगः शप् योगः ति अस्ति चेत् लेखति इति भवितुम् अर्हति गुणकार्यं भूत्वा. परन्तु तत्र शित् एव अस्ति इति कृत्वा लिख् आ ति लिखति इति एव भवति. अस्तु, समीचीनं भगिनी. तर्हि अत्र उदाहरणरूपेण स्वीकृत्य अत्र प्रदर्शितमस्ति. अत्र पकारस्य महत्त्वं किम् इति एव अत्र अस्माकं मूलविषयः अस्ति. पकारः अस्ति चेत् एव गुणकार्यम्. अत्र वयं चिन्तयितुं शक्नुमः, तुदादिगणे श इति विकरणप्रत्ययः अस्ति. सामान्यतया तत्र इत्संज्ञकवर्णस्य लोपः एव भवति, अतः श इति विकरणप्रत्ययः पित् इति वक्तुं शक्यते वा इति चेत्, यतोहि अत्र पकारः न दृश्यते, तथापि तत्र पित्त्वम् अस्ति वा इति चेत् तथा नास्ति. अत्र मूले पकारः अस्ति चेत् एव वयं पित् इति वक्तुं शक्नुमः. मूले पकारः अस्ति, तस्य अनन्तरम् इत्संज्ञा भूत्वा तत्र तस्य लोपः भवति चेत् तत्र पित्त्वम् अस्ति इति वक्तुं शक्नुमः. परन्तु श इति विकरणप्रत्ययः तदादिगणे मूले तु श इति एव अस्ति, तत्र पकारः एव नास्ति. पकारः नास्ति इति कृत्वा तत्र पकारस्य प्रभावः अपि न भवति, यतोहि पित्त्वमेव नास्ति, मूले नास्ति. परन्तु शप् इति प्रत्यये तु मूले पित्त्वम् अस्ति, मूले एव पकारः अस्ति, अतः शप् पित् अस्ति. पित्त्वात् तत्र गुणकार्यं भवति भुवादिगणे. अपित्वात् पित्त्वं नास्ति तुदादिगणे इति कृत्वा तुदादिगणे गुणकार्यं न भवति. तदर्थमेव अत्र लिक् इति धातुं स्वीकृत्य उदाहरणरूपेण लिक् धातुः तु तुदादिगणे एव अस्ति इति जानीमः. तत्र लिखति इति रूपम् अस्ति. तर्हि तत्र लिक् धातुतः तिङ् प्रत्ययः विधीयते, मध्ये तत्र तुदादिगणे अस्ति इति कृत्वा तत्र श इति विकरणप्रत्ययः विधीयते तुदादिगणे. तर्हि लिक् योगः श योगः ति इति अस्ति. तर्हि श इति प्रत्यये तत्र शकारस्य इत्संज्ञा भवति लशक्वत् अदिते इत्यनेन. तर्हि अ इति अवशिष्यते. तर्हि अ इति प्रत्ययः अधुना सार्वधातुकसंज्ञकः अस्ति, यतोहि षित् अस्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन. अतः अत्र लिक् इत्यस्मिन् उपदायाम् इक्वर्णः अस्ति, लघु इक्वर्णः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. तथापि अत्र लेखति इति रूपं नास्ति, लिखति इति एव रूपम् अस्ति. तस्य कारणं किम् इति चेत् श इति प्रत्यये पित्त्वं नास्ति, पकारस्य इत्संज्ञा नास्ति इति कारणेन एव तत्र गुणः न भवति. अतः यस्मिन् इत्संज्ञकपकारः नास्ति सः प्रत्ययः अपित् इति उच्यते. अतः श प्रत्ययः अपित् अस्ति. यद्यपि शित्वम् अस्ति तथापि पित्त्वं नास्ति इति कृत्वा एव तत्र गुणकार्यं न भवति इति एव सारांशः. तर्हि यत्र कुत्रापि सार्वधातुकप्रत्ययः अस्ति इति वयं चिन्तयामः, तदनन्तरं तत्र पित्त्वम् अस्ति न वा इति द्रष्टव्यं. पित्त्वम् अस्ति चेदेव गुणकार्यं भवति, अपित् अस्ति चेत् गुणकार्यं न भवति. तदर्थम् अत्र सूत्रद्वयं वर्तते. एकमस्ति सार्वधातुकम् अपित्. अत्र केवलं परिचयरूपेण वदामि, अग्रिमसप्ताहे सूत्राणि पठिष्यामः. अत्र प्रथमं सूत्रमस्ति सार्वधातुकम् अपित् इत्युक्ते यः प्रत्ययः सार्वधातुकसंज्ञकः अस्ति तादृशप्रत्ययः अपित् अस्ति चेत् सः प्रत्ययः निद्वत् भवति. इत्युक्ते यः प्रत्ययः एतत्र श विकरणप्रत्ययः अस्ति तुदादिगणे, श विकरणप्रत्ययः सार्वधातुकसंज्ञकः अस्ति, सार्वधातुकसंज्ञकः अस्ति, परन्तु तत्र पित्त्वं नास्ति, पकारस्य इत्संज्ञा नास्ति, यतोहि श इति एव अस्ति. अतः श प्रत्ययः अपित् अस्ति, सार्वधातुकप्रत्ययः अपि अस्ति, अपित् अपि अस्ति, अतः तादृशप्रत्ययः नित्वत् भवति. इत्युक्ते तस्य स्वभावस्य परिवर्तनं भवति. अधुना यः प्रत्ययः अपित् अस्ति सः प्रत्ययः निद्वत् व्यवहरति. इत्युक्ते तस्मिन् नित्वम् अध्यारोपयामः. इत्युक्ते तत्र अतिदेशसूत्रम् इति वक्तुं शक्नुमः. सार्वधातुकम् अपित् अतिदेशसूत्रम् इत्युक्ते यस्य स्वभावः तथा नास्ति परन्तु तथा भवतु इति वयं चिन्तयामः चेत् तत्र अतिदेशः स्वभावस्य परिवर्तनं भवति. यदि अत्र उदाहरणार्थं वदामि, पुरुषः सिंहः इव अस्ति इति चेत् तत्र सामान्यतया पुरुषे पुरुषत्वमेव भवति, मनुष्ये मनुष्यत्वमेव भवति. तथापि तत्र सिंहत्वम् अध्यारोपयामः खलु, सः सिंहः इव व्यवहरति. तर्हि तस्मिन् सिंहत्वम् अध्यारोपयामः, तस्य स्वभावस्य परिवर्तनं कुर्मः. एवमेव अत्र प्रत्ययः, यद्यपि प्रत्ययः अपित् अस्ति, मूले अपित् अस्ति, पित्त्वं नास्ति, यत्र प्रत्ययः अपित् अस्ति तत् तस्मिन् नित्वम् अध्यारोपयामः. अधुना अत्र शप्रत्ययः निद् इव अस्ति इति वक्तुं शक्नुमः. अत्र श इति विकरणप्रत्ययः तुदादिगणे अपित् अस्ति इति कृत्वा निद्वद् भवति. निद्वद् भवति चेत् तत्र प्रयोजनं किम् इति चेत् अग्रिमसूत्रमस्ति निति च इति सूत्रं. यः प्रत्ययः निद् अस्ति तादृशप्रत्ययः गुणस्य कृते निमित्तं न भवति. अतः अधुना अत्र शप्रत्ययः अपित् अस्ति अतः निद्वद् भवति, अतः क्मिति च इति सूत्रेण गुणनिषेधः भवति. अतः एव तुलादिगणे गुणकार्यं न भवति यतोहि पित्त्वं नास्ति इति सारांशः. अग्रिमसप्ताहे पुनः सूत्राणि सर्वं पठिष्यामः इति अत्र किञ्चित् परिचयः दत्तवती, परिचयं दत्तवती. अस्तु, अपित् नित्वत् इति कुत्र लिखितमस्ति? सार्वधातुकम् अपित् इति सूत्रमस्ति खलु, अत्र अग्रे पठामः. सार्वधातुकम् अपित् इति सूत्रमस्ति, तत् सूत्रं वदति यः प्रत्ययः सार्वधातुकसंज्ञकः अस्ति अपि च अपित् अस्ति तादृशप्रत्ययः नित्वद् भवति, नित् इव आचरति. परिभाषासूत्रं वा? परिभाषासूत्रम् अस्ति, अतिदेशसूत्रम्. अतिदेशसूत्रं यतोहि तत्र प्रत्ययस्य मूलस्वभावस्य परिवर्तनं करोति खलु, अतः अतिदेशसूत्रम्. सूत्रम् एतावता न पठितम्, अग्रिमसप्ताहे पठिष्यामः. अत्र परिचयरूपेण किञ्चित् उक्तवती तावदेव. नित् अर्थ कः भगिनि? किं नित्? नित् इत्युक्ते मकारस्य इत्संज्ञा, कवर्गस्य पञ्चमवर्णः तस्य इत्संज्ञा अस्ति चेत् नित् इति वदामः. परन्तु अत्र श इति प्रत्यये तत्र मकारस्य इत्संज्ञा नास्ति, तथापि तत्र पकारस्य इत्संज्ञा अपि नास्ति, तत्र प्रत्ययः अपित् अस्ति, श इति प्रत्ययः अपित् अस्ति, पित्वं नास्ति. तादृशप्रत्ययः यः अपित् अस्ति स प्रत्ययः निद् इव आचरति. मकारः कवर्गस्य पञ्चमवर्णः नित् नित् कङ इति अस्ति खलु, तस्य इत्संज्ञा अस्ति चेत् अणित् इति. तर्हि विकरणप्रत्यये शिङ् इति किमर्थं न दत्तवान्? विकरणप्रत्यये किं शिङ् श इति दत्तवान् खलु, ङित्वत् अस्ति चेत् अपित् इति किमर्थं, ङित् एव विकरणप्रत्यये किमर्थं न दत्तवान्? शिङ् इति वा? हा शिङ् इति. चिन्तयन्तु, सर्वे चिन्तयन्तु किमर्थं न दत्तवान् इति चिन्तयन्तु. अपित् इत्यस्यापि किमपि कार्यमस्ति इति वा? हा, अत्र सार्वधातुकम् अपित् इति सूत्रमस्ति, तर्हि अत्र साक्षात् नित् इति एव उक्तवान् चेत् अत्र सार्वधातुकम् अपित् इति सूत्रस्य आवश्यकता नास्ति इति भवती वदति खलु. आम्, चिन्तयन्तु, सर्वे चिन्तयन्तु, सम्यक् अस्ति प्रश्नः, चिन्तयन्तु, अग्रिमसप्ताहे चिन्तनं वदन्तु, चिन्तनं किम् इति वदन्तु. अत्र श इति, अत्र श इति विकरणप्रत्ययस्य कृते एव नित्वम् इति नास्ति खलु भगिनि? अपरेषु गणेषु अपि व्यवस्था कथम् अस्ति इति द्रष्टव्यं खलु. अदे अनन्तरं कुत्रापि अपित् इति नित् इत्यस्य अन्या किमपि कार्यं भवितुम् अर्हति, तत्कारणमेव. अत्र अत्र समग्रदृष्टिः आवश्यकी अस्ति, समग्रदृष्टिः, न केवलं तुद्दादिगणस्य विषयः, परन्तु समग्रदृष्टिः आवश्यकी अस्ति, यतोहि अपरेषु गणेषु का स्थितिः इत्यपि द्रष्टव्यम्. अतः तत्र चिन्तयन्तु, सर्वे चिन्तयन्तु किमर्थं तथा कृतवान्, प्रश्नः समीचीनः अस्ति. भगिनि, इत् संज्ञा नित् संज्ञा भिन्नसंज्ञासूत्रं किं? इत् इत् संज्ञा सार्वधातुक अर्थधातुक इत् इत् संज्ञा अस्ति. नित् केन सूत्रेण इत्संज्ञा इति पृच्छति वा? हा, अत्र प्रत्ययस्य अन्ते अस्ति चेत् तत्र केन सूत्रेण भवति, हलन्त्यम् इत्यनेन भवति खलु प्रत्ययस्य अन्ते. प्रत्ययस्य आदौ अस्ति चेत् तत्र लशक्व तदिते इत्यनेन भवति खलु. इत्कावर्गस्य पञ्चमवर्णः, अतः लशक्व तदिते इत्यनेन भवति यदि प्रत्ययस्य आदौ अस्ति चेत्। परन्तु अत्र श इति प्रति तत्र मकारः एव नास्ति, तत्र मकारस्य उल्लेखः एव नास्ति श इति प्रत्यये। पकारः नास्ति, पकारः अपि नास्ति, अतः अपित् इति वदामः। पकारः नास्ति इति कृत्वा अपित् वदामः। अपित् इत्यस्य विग्रहः कथं भवति इति चेत् न पित् अपित्। यस्य पित् नास्ति स प्रत्ययः अपित्, अतः श प्रत्ययः अपित् अस्ति। तत्र नित्वस्य किमपि उल्लेखः नास्ति, तथापि यः प्रत्ययः अपित् अस्ति सः प्रत्ययः निदिव आचरति। तर्हि तत्र नित्वम् अध्यारोपयामः। अधुना प्रत्ययः अपित् अस्ति चेत् निदिव भवति इति एव सारांशः। निद् भवति चेत् गुणनिषेधः भवति, गुणकार्यं न भवति इति विषयः। अस्तु, अत्र स्थगयामः। कोऽपि प्रश्नः? सभे कृपया गृहपाठरूपेण पुनः पठन्तु, प्रपत्रे किम् अस्ति इति पुनः पठन्तु। अत्र विषयः एव अस्माभिः पूर्वमपि पित्वम् अपित्वम् इत्यस्मिन् विषये चर्चा कृता आसीत्, अतः अत्र पुनः चिन्तयन्तु। अत्र केवलं यत्र पित्वं नास्ति तत्र गुणनिषेधः भवति इत्येव सारांशः। यत्र यत्र पित्वं भवति तत्र गुणकार्यं सम्भवति, यत्र पित्वं नास्ति तत्र गुणनिषेधः भवति। सूत्रद्वयमस्ति, सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति। यः प्रत्ययः नित् अथवा निद्वत् अस्ति तादृशप्रत्ययः गुणकार्यं, तेन प्रत्ययेन गुणकार्यं न भवति इति चैत् सूत्रेण, गुणनिषेधकसूत्रम्। अस्तु, पुनः सूत्रं सर्वं विवरणम् अग्रिमसप्ताहे पठिष्यामः, अत्र स्थगयामः। प्रश्नः अस्ति चेत् पृच्छन्तु। धन्यवादः भगिनि। अस्तु, धन्यवादः, नमस्कारः। धन्यवादः, धन्यवादः भगिनि। नमस्कारः, धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः, धन्यवादः।